नमस्कारः. अद्यतन नूतनपाणिनीयव्याकरणवर्गे चिन्तनवर्गे वयमत्र हल् धातुपाठे हल् सन्धिः अभ्यासः इति प्रवर्तमानः अस्ति. गतसप्ताहे वयमत्र किं कृतवन्तः इत्युक्ते रेफवकारयोः परयोः इकः दीर्घः भवति इत्यस् अत्र तस्मिन् प्रथमसूत्रमत्र रुगोरुपधाय दीर्घः इकः इत्यस्य विषये चर्चितवन्तः. अत्र रुगोरुपधाय दीर्घः इकः कुत्र भवति अत्र तस्मिन् सूत्रे अत्र धातुः अपेक्षितमस्ति अपि च पदमपेक्षितमस्ति. धातोः पदान्ते रेफवकारयोः पूर्वस्थितस्य इकः दीर्घः भवति अपि च अत्र रेफवकारः पदान्ते भवेत् इति. तादृशस्थितिः कुत्र भवति इति अपि वयं दृष्टवन्तः. अत्र उदाहरणम् आसीत् गृ इति धातुः. यथा वयं क्विप् योजयामः अत्र किं भवति इत्युक्ते सर्वापहार लोपानन्तरम् अत्र प्रथमं तु अत्र गृ इति रूत धातोः इत्यनेन रुस्थाने इकारः तदनन्तरम् उरण्ड्रपरः इत्यनेन रेपः अतः गिर् इति भवति. क्विप् योजनेन अत्र सर्वापहारलोपानन्तरम् अत्र गिर् एव अवशिष्यते. इदानीम् अत्र गिर् इति प्रातिपदिकमस्ति अपि च धातुः अस्ति इति वयं दृष्टवन्तः. प्रातिपदिकमस्ति भूत्वा अत्र सुप्रत्ययं योजयामः तदानीम् अत्र वयं दृष्टवन्तः गिर्योगः सा यदा योजयामः अत्र सकारः लोपः भवति हल्न्याभ्यो दीर्घात् सुतिश्च प्रोक्तं हल् इत्यनेन अतः गीर् इति भवति. अनन्तरमत्र खरवसानयो विसर्जनीयः इत्यनेन अत्र गीः इति रूपम् उत्पन्नं भवति इति वयं दृष्टवन्तः. तद् एकम् उदाहरणमस्ति रुवोरुपधाय दीर्घः इकः इत्यस्य. अपि च अत्र किञ्चित् अन्यान् विषयान् अपि दृष्टवन्तः. अत्र सुप्रत्ययः प्रत्ययं यदा योजयामः तत्र किं भवति इत्युक्ते पूर्वस्थितस्य शब्दस्वरूपस्य संज्ञा का भवति इति अपि वयं दृष्टवन्तः. अत्र यत्र प्रत्ययः यत्र प्रत्ययः हलादिः अस्ति न यत्र प्रत्ययः सर्वनामस्थानसैनिकप्रत्ययः नास्ति तत्र तस्मात् प्रत्ययात् पूर्वात् स्थितस्य शब्दस्वरूपस्य पदसंज्ञा भवति इति वयं दृष्टवन्तः. अपि च अत्र अन्यत् सूत्रमपि वयं दृष्टवन्तः एकीभम् इति. येन वयं ज्ञातुं शक्नुमः अत्र यदि प्रत्ययः यकारादिः वा अजादिः वा अस्ति तर्हि तस्मात् पूर्वं स्थितस्य शब्दस्वरूपस्य भसंज्ञा भवति इति. अपि च अत्र आकडारादेकासंज्ञा इत्यनेन शब्दस्वरूपस्य एका संज्ञा एव भवति न तु संज्ञाद्वयमिति. अतः यत्र यकारादिः वा अजादिः वा प्रत्ययः भवति तस्मात् पूर्वस्थितस्य शब्दस्वरूपस्य भसंज्ञा एव भवति न तु पदसंज्ञा भवति इति अपि वयं दृष्टवन्तः. अपि च कार्याणि कथं भवति अपि वयं दृष्टवन्तः. इदानीं स्थितिः अस्ति अत्र सूत्रद्वयमपि अस्ति रेफवकारयोः पूर्वस्थितस्य इकः दीर्घः कुत्र भवति इति विषये. अत्र द्वितीयमस्ति हलिच इति, तस्मादारभ्य इदानीं वयं कुर्मः. अस्तु, अत्र नूतनः कः? नमस्कारः महोदय. अस्तु, इदानीं राम्या भगिनी अत्र किं कुर्मः इत्युक्ते एकवारम् अत्र हलीच इत्यस्य किञ्चित् वदति वा भगिनि? आम्, हलीच इति सूत्रम् अपदान्ते तस्य कार्यं भवति. सूत्रं वदति यत् यदा रेफान्त अकारान्त धातुः अस्ति चेत् तस्य उपधायां स्थितस्य इक् वर्णस्य दीर्घः भवति, अस्ति हलिपरे, परन्तु कार्यं पदान्ते एव भवति. इदानीम् अत्र द्वितीयबिन्दुः अस्ति किल भगिनि, अत्र अचिष्णु ध्रुवां युवोर्यङ्गौ इति अस्ति किल, तदनन्तरम् अत्र जृ इति धातुः अस्ति, तस्मात् आरभ्य किं भवति एकवारं? जृ योगः ष्यन् योगः इति अस्ति. एतत्तु दिवादिगणीयधातुः अस्ति जृ इति, दीर्घ ऋकारान्तधातुः. अत्र कस्य प्रसक्तिः? प्रथमं जृ योगः य, यदा षकारनकारयोः लोपः भवति अनन्तरं यकारः एव तिष्ठति. जृ योगः यकारः योगः ति इति अस्ति. ऋकारान्त धातुः इति कृत्वा ऋतयुद्धातोः तस्य प्रसक्तिः, आम् तस्य प्रसक्तिः अस्ति. ऋतयुद्धातोः वदति यदा ऋदन्तस्य धातोः अङ्गस्य ह्रस्व इकारादेशो भवति इति, अतः तत्र जृस्थाने ऋकारस्थाने इकारादेशः भवति. इकारः तु अण् वर्णः, सत रपरः भवति, पूरण् रपरः इति सूत्रेण जिर् योगः यकारः योगः ति. इदानीम् अस्माकं कृते त्रीणि सूत्राणि सन्ति. आम्, वोरुपदायाः दीर्घः इकः हली च उपादायान् इति त्रीणि सूत्राणि सन्ति. तत्र तु एतत्तु अपदान्ते अस्ति, अतः रोरुपदायः दीर्घः इकः इत्यस्य प्रसक्तिः नास्ति. अपदान्ते अस्ति अतः हली च उपादायाञ्च इति सूत्रम्. अत्र रेपान्तवकारान्तधातु, आम् रेपान्त धातुः अस्ति, उपादायाम् इक् वर्णः अस्ति, परे हल् हलि हल् परे अस्ति, अतः हली च इत्यस्य प्रसक्तिः अस्ति, जीर् इति भवति. उपादायां च तु उपधायां रेपवकारः हल् परौ इति तस्य निमित्तमस्ति, परन्तु तत्र तु उपादायामपि अन्तिम एव रेपः अस्ति इति कृत्वा हली च इति सूत्रेण जीर् जीर्यति जीर्यति इति रूपम्. अत्र हली च इत्यस्य कृते निमित्तानि कानि भगिनि एकवारं पुनः? रेपान्तधातु उपधायाम् इक् वर्णः इति अस्ति, अनन्तरं हल् परे यकारः हल् वर्णः हलि परे जीर् इति भवति. बहु समीचीनं भगिनि. इदानीमत्र अन्यद्धातुः अस्ति दिवादिगणीयधातुः भगिनि, लक्ष्मी भगिनी भवति वदति वा? सिव् इति धातुः अस्ति, सिव् किं सिव् करपत्रे नास्ति, सिव् इति सिव् इति धातुः अस्ति, दिवादिगणीयधातुः एव. इदानीं भवति इति. इदानीं लट्लकार प्रथमपुरुषे एकवचनं यथा भगिनी कृतवती तदेव. रिकारान्तधातुः अस्ति. प्रथमं शन् प्रत्ययं शन् विकरणप्रत्यये योजयामः, अनन्तरं तिङ् प्रत्ययस्ति. अङ्गकार्यं ऋतयुद्धातोः प्रथमं अत्र स्रू नास्ति भगिनि, स्रू इति नास्ति. सकारः इकारः वकारः क्षम्यताम्. अत्र सिव् धातु अत्र वकारः धातोः वकारः अस्ति, अतः हलिच इति कार्यं करोति. ते अन्य हलिच किमर्थं कार्यं करोति इत्युक्ते वकारान्तधातुः अग्रे यकारः अस्ति, षण् प्रत्ययस्य सकारः ककारः लोपः भवति हलन्त्यमपि च लशक्वतदिते कारणेन केवलं यकारः एव तिष्ठति. यकारः हलि अस्ति, हलि परे वकारान्तधातुः. इदानीं पदं न जातम्, अतः रो संशम्यतां रो रूपदाया दीर्घः तस्य प्रसक्तिः नास्ति, केवलं हलिच सूत्रस्य एव प्रसक्तिः अस्ति. अपि च उपदायापि उपदायश्च तदपि तस्य प्रसक्तिः अपि नास्ति, किमर्थं चेत् तत्र रेपवकारः उपदायं भवेत् इति. सः केवलं हलिच सूत्रेण उपदायं स्थित इक्वर्णस्य दीर्घः भवति, दीर्घादेशो भवति. अतः सीम् इति रूपं सीम् योगः योगः अस्ति. सीव्यति इति प्रथमपुरुषे एकवचनरूपं प्रकारे अस्तु भगिनि. अत्र उपधायाञ्च इति किमर्थं न कार्यं करोति इति उक्तवती भवती, परन्तु अत्र कस्य उपधायां वकारः नास्ति इति प्रश्नः. अस्तु, धातोः उपधायां वकारः नास्ति इति इत्युक्ते अङ्गस्य धातोः धातु अङ्गस्य उपधायां वकारः नास्ति, तत्र इकारः अस्ति उपधायाम्. इकारः अस्ति. उपधायाञ्च इत्यस्य सूत्रस्य प्रसक्तिः अत्र अन्यस्य आवश्यकता नास्ति, केवलं धातोः प्रसक्तिः एव अत्र पूर्णतया. अस्तु अस्तु भगिनि. इदानीम् अत्र मणिमहोदय, धातुः अस्ति दिव्, दिवादिगणीय प्रथमधातुः दिव् इति अस्ति, किं भवति इति वदति वा महोदय? पुनः वदतु. धातु दिव्, दकारः इकारः वकारः दिव्. दिव् दिवादिगणीयधातुः. दिवादिगणे प्रत्ययः शन् अतः दिव् योः शन् अत्र धातु अन्ते वकारः अस्ति, अतः रूपोपदयः वा हलिच इति सूत्रं कार्यं करोति वा इति चिन्तयामः चेत् अत्र रुरुपदायाः पदान्ते नास्ति अत्र, अतः न कार्यं करोति. हलिच इति एव सम्यक्तया कार्यं करोति. निमित्तं यकारः अस्ति पर अतः हलि यदि अतः हलिचसूत्रमेव कार्यं करोति. दिव्योः यकारः अत्र हलिच इति सूत्रेण उपधायां चतुर् ऐकवर्णः दीर्घः भवति, अतः दीव् इति रूपम् आगच्छति. यकारः प्रत्ययः अतः दीव्यति इति रूपं भवति महोदय. बहु समीचीनं महोदय, तावदेव अत्र. एतानि तु इदानीम् अत्र हलीच इत्यस्य कृते उदाहरणानि. अग्रे गच्छामः. इदानीमत्र रामप्रिया भगिनी भवती करोति वा? चुरादिगणीयधातुः दत्तमस्ति कृत् इति. इति धातुः तत्र उपधायां ऋकारः अस्ति. अत्र करपत्रे एव महोदय. करपत्रे अत्र अचिष्णु धातु भ्रुवां यो लिङ्ग वङ्गौ इति अस्ति किल. तदनन्तरम् अत्र तृतीयः चुरादौ कृत् इति अस्ति. ओके, धन्यवादः धन्यवादः. क्षम्यतां भगिनि, करोतु. नास्ति. कृत् इति धातुः अत्र उपधाया ऋकारः अस्ति. उपधायाञ्च इति सूत्रस्य प्रसक्तिः धातुः उपधाभूतस्य ऋतः इत् भवति इति. अतः किं भवति इत्युक्ते कित् इति भवति प्रथमम्. अतः तत्तु अण्वर्णः अस्ति, अतः सदारपरः भवति इति कृत्वा उरण्रपः इति सूत्रेण किर्त् इति भवति. इदानीं किर्त् इति स्थितौ उपधायां रेपः अस्ति. तत्र उपधायान् इति सूत्रस्य प्रसक्तिः धातूनाम् उपधायां रेपः हल् परौ अस्ति. पूर्वं स्थितस्य इत्युक्ते रेपात् पूर्वं स्थितस्य इक् वर्णस्य दीर्घादेशः भवति. अतः किं भवति इत्युक्ते कीर्त् इति भवति. अनन्तरं निश्चय योजयामः किल. अनन्तरं चुरादिगणीयधातुः भूत्वा तदपि करोति वा? आम्, यदा णिच् योजयामः चेत् कीर्तियोगः णिच् कीर्त् अनुबन्धलोपानन्तरम् इ इति अपश्यते. कीर्तियोगः इ कीर्ति इति रूपम्. अनन्तरं यदा वयं शप् विकर्ण शप् विकर्णप्रत्ययः योजयामः चेत् कीर्तियोगः अयोगः ति. यदा वयं कीर्त् योगः इति रेपः एव उपधायामस्ति, अतः गुणः न भवति. कीर्तियोगः अयोगः ति. अत्र नीचो यवायावः अकारः प्रथमम् अत्र कीर्त् योगः णिच् योगः शप् कीर्ति भवति किल. कीर्ति ईकारः अस्ति. कीर्ते इति भवति क्षम्यताम्. प्रथमं पुनः भवति, अनन्तरमेव एचोयवायावः. कीर्ते योगः अयोगः ति. अनन्तरम् एचोयवायावः कीर्त् योगः ऐ योगः अयोगः ति. कीर्तयति. कीर्तयति. अत्र सूत्रम् अत्र उपधायाश्च इति सूत्रमस्ति किल भगिनि? तत्तु भिन्नसूत्रमस्ति उपधायाञ्च इत्यस्य अपेक्षया. अतः अत्र उपधायाश्च इति एकवारम् अत्र प्रथमवाक्यद्वयमपि च अनुवृत्तिसहितसूत्रं भगिनि. उपधायाश्च धातुर् उपधाभूतस्य ऋत इत्स्यात्. धातोः उपधायां स्थितस्य दीर्घऋकारस्य स्थाने ह्रस्व ईकारादेशो भवति. अनुवृत्तिसहितसूत्रं ऋतः ऋतः धातोः अङ्गस्य इत् उपधायाञ्च. तत्र यदा धातोः उपधायां पुनः पठतु भगिनि अनुवृत्तिसहितसूत्रं. ऋतः धातोः अङ्गस्य इत् उपधायाञ्च किमपि उपधायाश्च. तत्तु यथा रूत इद् धातोः कार्यं करोति तादृशमेव परन्तु अत्र रूकारः उपधायाम् अस्ति, तदेव भेदः. अन्यत्तु अत्र अतः अत्र सूत्रसङ्ख्यां द्रक्ष्यामः चेत् अत्र धातोः इति पूर्वसूत्रमस्ति, तदनन्तरमेव उपधायाश्च अस्ति. रुधातोः इति धातोः अन्तिमवर्णः रूकारः अस्ति चेत् तस्य स्थाने इकारः आदेशः भवति. उपधायाश्च वदति धातोः उपधायां रूकः तस्य स्थाने इकः इकारः आदेशः भवति इति. अस्तु भगिनि, परन्तु इदानीं अत्र लक्ष्मी भगिनी अत्र अनन्तरमस्ति स्वादौ चिरि जिरि इति. अत्र स्वादिगणीयधातुः अस्ति चिरि. अत्र अत्र किमपि लोपः न भवति भगिनि. चिरि इत्यस्य इकारः यदस्ति रेफात् परः तत् अनुनासिकवर्णः नास्ति. स्वादौ स्वादिगणे विकरणप्रत्ययः एकनिमिषं पश्यामि. स्वादिभ्यः चिरियोगः श्नुयोगः इति तत्र शकारः उकारः अपगच्छति, लोपः जातः लशक्वतद्धिते अपि च अनुनासिके उभये अनुनासिके च सूत्रेण क्षम्यता प्रायः सम्यक् न वदामि सूत्र सूत्र उपदेशे जनुनासिक इत् अजनुनासिक अचानुनासिक सूत्रेण उकारः अपि च शकारः लशकपदिते अनेन गच्छति, केवलं नकारः एव. परन्तु अत्र एकनिमिषं भगिनि, अत्र श्नु श्नु इत्यस्य उकारः अनासिकवर्णः. अस्तु समीचीनमेव, क्षम्यतां मम भ्रमः आसीत् किञ्चित्. अस्तु, चिरियोगः नकारः योगः. एकनिमिषं भगिनि, अत्र श्नु इत्यस्य मम भ्रमः नास्ति इदानीं, समीचीनम् अस्ति. श्नु इत्यस्य अनुनासिक उकारः नास्ति तद्. ओ अस्तु, शक्वते सूत्रे शकारः एव गच्छति. चिरियोगः नु योगः चिरियोगः नु योगः ति अस्तु. इदानीम् अङ्गकार्यं तत् किं भवति, उपदायं रेपः अस्ति, उपदायं रेपः अस्ति इति कृत्वा उपदायाश्च इति सूत्रस्य प्रसक्तिः अस्ति. न उपदायांश्च इति सूत्रस्य प्रसक्तिः अस्ति. तेन रेपस्य पूर्वम् इकारः अस्ति इति कृत्वा उपदायांश्च सूत्रस्य प्रसक्तिः अस्ति. अपि च अस्तु, रेपस्य परं ओ रेपस्य परं चिरि चिरियोगः ओ रेपस्य परम् इकारः अस्ति, अतः उपदायांश्च इति सूत्रस्य प्रसक्तिः नास्ति. इत्युक्ते उपायां च इति सूत्रस्य प्रसक्तिः कदा भवति इत्युक्ते उपदायां रेपः वा वकारः वा भवेत्, रेपात् पूर्वम् इक्वर्णः भवेत्, रेपात् अनन्तरं हल् आवश्यकमिति एकसूत्रं पश्यामि. तत्र उपदायां च हल् परौ रेपवकारौ हल् परौ. अत्र तु इकारान्तधातुः अस्ति, चिरि इति इकारान्तधातुः, तत् उपदायां च इति सूत्रस्य प्रसक्तिः नास्ति. चिरि एव इति रूपं तिष्ठति, किन्तु तत्र अन्यकिमपि अङ्गकार्यं भवितुम् अर्हति वा? धातोः कृते न भगिनि, धातोः कृते नास्ति, तत्र केवलं तदेव अवगमनार्थम् उपधायाञ्च इत्यस्य कार्यम् अत्र न भवति. यद् भवती उक्तवती तदेव अस्ति अत्र शिक्षा अस्माकं कृते. अत्र रेफात् परः यः वर्णः अस्ति तत्तु हल् वर्णः नास्ति, अतः उपधायाञ्च इत्यस्य कार्यम् अत्र न भवति. तावदेव. अनन्तरं किं भवति इति सामान्यकार्यं चिरियोगः नुयोगः इति. इदानीं किं भवति? केवलं ई योगः नु केवलं वर्णमेलनं चिरिनु इति चिन्तयामि. चिरिनु इति वर्णमेलनं तत्र चिरिनु इति अङ्गं जातम्. अनन्तरम् इदानीं व्योर्य यङ्गु अङ्गौ सूत्रं सूत्रस्य प्रसक्तिः अस्ति. परन्तु धातु ब्रुवां व्योरङ्गु अङ्गौ सूत्रस्य प्रसक्तिः अस्ति इत्युक्ते अत्र अत्र चिरिनु इति उकारस्य उकारान्त अङ्गः अस्ति. उकारान्त अङ्गः किन्तु अचि परे अत्र तु रूपम् अत्र तिङ् प्रत्यय ति अस्ति तत्तु हल् परे अतः अतः स्नुधातु ब्रुवां यो ये लिङ्गवङ्गौ कार्यं न करोति. प्रथमपुरुषे एकवचनस्य कृते तु कार्यं न करोति. चिरिनुति इति रूपं. परन्तु ति इति कीदृशप्रत्ययः भगिनि? ओ ति इति क्षणतु सार्वधातुकप्रत्ययः उकारः अन्तिम उकारान्त धातुः इति कृत्वा पुग सार्वधातुकप्रत्ययः इकवर्णस्य गुणः भवति. चिरिनो चिरिनो इति रूपं चिरिनो योगः इति. इदानीं चिरिनो योगः चिरिणोयोगः ति तदेव चिरिणोति. अत्र केन सूत्रेण गुणः भवति? सार्वधातुकः सार्वधातुकः आर्धधातुकः च इति सूत्रमस्ति. सार्वधातुक अर्धधातुकयोः इति किल? आम् सार्वधातुक आर्धधातुकयोः सूत्रेण एकः अङ्गस्य गुणः भवति. बहु समीचीनम्. अपि च अन्यत् कार्यमपि अस्ति, वर्णकार्यमस्ति अत्र. अत्र नकारः अत्र णत्वं भवति वा न वा इति प्रश्नः. ओ अस्तु. रेत्वासरं नकारः अस्ति अतः नकारः भवति इति मन्ये. सूत्रं सूत्रं किमस्ति इति अहं विस्मृतं. तत् भौतविज्ञानं इति करपुत्रे अस्ति इति चिन्तयामि. मणिमहोदय स्मरति वा अत्र? महोदय दातु णत्वं णत्वं केन सूत्रेण भवति प्रायः? रामप्रिया भगिनी वदति वा? अट्कुप् वाङ्नुं व्यवाये अपि इति सूत्रेण णत्वं भवति. मध्ये इकारः अट्कुप् वाङ्नुं व्यवाये अपि. अस्तु अट्कुप् भगिनि अत्र रसाभ्याम् अपि रसाभ्यां नोनः यदा अग्रिमम् एव नकारः अस्ति चेत् भवति. अत्र मध्ये इकारः अस्ति तद् अट्वर्णः इति स्थित्वा तत्र अट्कुप् वाङ्नु व्यायेति इति सूत्रस्य प्रसक्ति. समीचीनं वा महोदय? समीचीनं भगिनि, बहु समीचीनं भगिनि. अत्र लक्ष्मीभगिनी अवगतवती वा? अत्र सूत्रम् अस्ति, अत्र णत्वपरिचयः इति एकं करपत्रमस्ति भगिनि, नवमे भागे णत्वपरिचयः इति एकः एकं करपत्रमस्ति, तत्र दत्तमस्ति पूर्णतया. यदि अनन्तरं पश्यतु भगिनि. अस्तु, धन्यवादः. अत्र यथा भगिनी उक्तवती, रषाभ्यां णोनः इति यदा नकारः साक्षात् अनन्तरं मध्ये अन्य कोऽपि वर्णः नास्ति चेत् रषाभ्यां णोनः इत्यनेन नकारस्य णत्वं भवति. परन्तु इदानीं चिरिनोति इत्यस्य इत्यस्मिन् पदे अत्र रेफात् परः इकारः अस्ति, अनन्तरमेव नकारः अस्ति, अतः अट्कुप्वाङ् नुं व्यवायेपि इत्यनेन एव अत्र णत्वं भवति. अस्तु, इदानीमत्र बहु समीचीनम्. इदानीं जिरि वदति वा महोदय? जिरि, आम् महोदय, जिरि अपि धातु चिरि एव. अत्र जिरि योगः स्वादिगणे विष्णु प्रत्ययः नु इति अस्ति अनुबन्धलोपानन्तरं. चिरि नु योः इति नकारस्य नो नो इति भवति, गुणकार्यं भवति उकारस्य पित् प्रत्ययः इति परते पित् तिप् अस्ति, अतः पित् अस्ति, अतः गुण भवित्वा चिरिणोति इति रूपं भवति महोदय, अन्तिमरूपम्. अपि च नत्वमपि भवति अत्र किल? अत्र आं महोदय, क्षम्यतां महोदय, अत्र नत्वमपि भवति अपि. अपि च इदानीं महोदय, केन सूत्रेण अत्र गुणः भवति इति सूत्रं वदति वा एकवारम्? सार्वधातुकम् आर्धातुकम् उभयोः सार्वधातुक आर्धातुकयोः इति सूत्रेण गुणः भवति महोदय. बहु समीचीनम्. अस्तु अस्तु अस्तु, इदानीं किञ्चित् अत्र अग्रे गच्छामः. इदानीं लक्ष्मी भगिनी भवती करोति एतत्. अत्र मूर्च्छा इति धातुः अस्ति, अत्र अत्र किमुक्तम् इत्युक्ते अत्र चत्वारि रूपाणि दत्तानि, अत्र तेषां किं रूपं समीचीनम् इति प्रश्नः अत्र. अत्र रेपास्त्रं चकारः अस्ति प्रथमम्. अस्तु, मूर्छा धातु तत्र आकारान्तधातुः, उपधायां रेपः अस्ति, अत्र चकारः अस्ति. एकनिमिषः भगिनि, अत्र आकारः यदस्ति तत्तु अनुनासिक आकारः भगिनि. ओ अस्तु, तत् गच्छ लोपः जातः. प्रथमं मुच्छति प्रथमं रूपं, तत्र उपधायां रेपः अस्ति, अन्ते चकारः अस्ति. उपधायां रेपः अस्ति कृत्वा इति उपधायांश इति सूत्रस्य प्रसक्तिः अस्ति. किमर्थं चेत् उपधायां रेपः अस्ति, रेपात् परं चकारः अस्ति, हल्वर्णचकारः अस्ति, रेपात् पूर्वम् इक्वर्णः अस्ति उ इति कृत्वा उपधायांश इति सूत्रस्य प्रसक्तिः अस्ति. मूर्च्छ इति रूपं, मूर्च् इति रूपं भवितुमर्हति, मूर्च् इति रूपं भवितुमर्हति. अपि च अन्य अन्यविषयः अस्ति, अत्र चकारः अस्ति चेत् तत्र चकारः अस्ति चेत् छेच इति सूत्रस्य प्रसक्तिः अपि भवितुमर्हति किल. इत्युक्ते तुक् सहित तुक् इति आगमः भवितुमर्हति. किमर्थं तस्य तस्य निमित्तं किम् अस्ति? अत्र चकारः अस्ति अन्ते, चकारस्य पूर्वं रेफः अस्ति, रेफात् पूर्वं ह्रस्वस्वरमस्ति, उकारः ह्रस्वस्वरम् अस्ति इति कृत्वा तुक् आगमः भवितुमर्हति. तुक् टित् अस्ति आद्यन्तौ टकितौ इति सूत्रेण उकारात् अनन्तरं तकारः उकारात् अनन्तरं तकारः आगच्छति. परन्तु छे च इति सूत्रमत्र दत्तमस्ति, एकवारं प्रथमवाक्यं पठति वा भगिनि? आम्, छकारे परे ह्रस्वस्वरस्य तुक् आगमो भवति. चकारे परे चकारः अन्तिमस्थाने अस्ति. ह्रस्वस्वर अस्तु, ह्रस्वस्वरस्वरात् अनन्तरं रेपः अस्ति, न तु चकारः. तदर्थं चेच इति सूत्रस्य प्रसक्तिः नास्ति वा? न, न भवति. तदेव अस्ति अत्र. तदेव अस्ति अत्र. अतः अतः मूर्च् इति एव रूपं, द्वितीयरूपं, साधुरूपं. परन्तु अत्र अन्य विषयः अपि भवितुम् अर्हति, तदपि वयं द्रक्ष्यामः इदानीमेव. अत्र कोऽपि प्रश्नः अस्ति वा? किमर्थमत्र द्वितीयरूपं साधुः इति? आम्, किमर्थं न भवति मूर्च्? किं रूपं महोदय अत्र? प्रथमरूपं वा, द्वितीयरूपं वा, तृतीयं वा, चतुर्थं वा? तृतीय चतुर्थ न जानामि, भगिनी उक्तवती मूर्च् द्वितीय. द्वितीयरूपम् अत्र किमर्थं द्वितीयरूपं भवति, भवितुमर्हति? इदानीमेव भगिनी उक्तवती किल, भगिनी पुनः स्मारयति वा एकवारम्? आम्, मूर्च् धातोः उपदायां उपदायं रेपः अस्ति, रेपात् पूर्वं लघु इक्वर्णः उ अस्ति, अनन्तरं रेपात् अनन्तरं हाल्वर्णः चकारः अस्ति इति कृत्वा उपदायांश इति सूत्रस्य निमित्तं सर्व तत्र अस्ति. मूर्च्छधातोः अतः उपदायांश इति सूत्रस्य प्राप्तिः अपि अस्ति. उपदायं रेपात् पूर्वम् इक्वर्णस्य दीर्घः दीर्घादेशः भवति मूर्च् इति रूपम्. मूर्च् एव सम्यक् अस्ति, द्वितीयरूपमेव महोदय. द्वितीयरूपमेव यथा भगिनी उक्तवती तदेव अत्र. परन्तु अन्यविषयः अपि आगच्छति, अन्यद्विषयम् अपि, अन्यं विषयमपि आगन्तुं शक्नोति अत्र. परन्तु यदा छकारस्य लोपः न भवति, छकारः तिष्ठति चेत् यद्भगिनी उक्तवती तत् साधुः, तत् साधुरूपमस्ति. यदि चकारस्य लोपः भवति तदानीं चकारः न तिष्ठति. परन्तु तत्र उपधायाञ्च इत्यस्य कार्यं न भवति. तत्र यदि चकारस्य लोपः भवति अत्र किं भवति भगिनि? चकारस्य लोपः यदि झल् वर्णः अस्ति चेत् तदानीं सूत्रेण चकारस्य लोपः भवितुमर्हति. इत्युक्ते अन्तिमस्थाने चकारः अस्ति, राल्लोपः सूत्रे झलि परे चकारस्य लोपः भवितुमर्हति. मुर् एव मुर् इति रूपं मुर् इति रूपं तिष्ठति. अपि च मुर् अपि च अनन्तरं झल् वर्णः, इदानीं किं भवति? मुर् अनन्तरं झल् वर्णः यदि ति इति प्रथमपुरुष लट्लकारस्य विकरणप्रत्ययः नास्ति इति मन्ये किल? न न, विकरणप्रत्ययः तु अन्यविषयः अस्ति. यदि तादृशस्थितिः अस्ति चेत् तकारः यदि तकारः स्वीकुर्मः चेत् मूर् योगः तु मूर्स्थितिरूपं भवति. तत् पुनः तत्र पुनः मूर्स्थितिरूपं पुनः अन्तिमस्थाने संयोगान्तः अस्ति, किन्तु पदं न न न न न तथा न. इदानीं किञ्चित् भ्रमः अस्ति अत्र, तद् त्यजामः इदानीम्. अत्र यदि धातुः मूर्च् अस्ति, यथा भवती उक्तवती तावदेव. अत्र किं भवति, यदि चकारस्य लोपः न भवति, चेत् किं भवति, अत्र उपधाय अनन्तरं हल्वर्णः अस्ति, तदानीं किं भवति, रेफात् पूर्वस्थितस्य उकारस्य दीर्घः भवति. अतः मूर्च् इति अस्ति, न तु मूर्च् अत्र. परन्तु महोदयः किमर्थम् अत्र दत्तवान् इत्युक्ते, पुस्तकेषु अपि च जालपुटेषु तृतीयं वा चतुर्थं वा रूपं दत्तमस्ति. तद्रूपं साधुरूपं नास्ति इति महोदयस्य कथनस्य आशयः, तावदेव. अपि च अहम् अद्य एव दृष्टवान्, मातुः पुस्तके अपि तादृश रूपम् अस्ति अत्र. प्रायः मुद्रणदोषः इति महोदयं पृच्छामि, मुद्रणदोषः अस्ति वा न वा इति. परन्तु अत्र महोदयस्य कथनस्य आशयः अस्ति, अत्र चेच इत्यस्य प्रसक्तिः नास्ति. किमर्थमित्युक्ते, ह्रस्वस्वरस्य अनन्तरं रेपः अस्ति, न तु चकारः अस्ति. अतः अत्र छेच इत्यस्य कार्यं न भवति इति एकं विषयमस्ति. यदा चकारस्य लोपः न भवति, तदानीं मूर्च् इति साधुरूपम् अस्ति इति. परन्तु मूर्च् इति धातुः भुवादिगणीयधातुः अस्ति. अस्तु, इदानीम् अत्र मणिमहोदय, लट्लकारस्य प्रथम पुरुष एकवचनरूपं किं भवति इति, भुवादिगणीयधातुः भुवादिगणे वा महोदय? भुवादिगणे मूर्छ् इति रूपं भवति, प्रत्ययः तकारः पित्तस्थिति टिप् अतः मूर्छति एव, मूर्छति इति रूपं भवितुमर्हति महोदय. मूर्छति मूर्छति अत्र केन सूत्रेण उकारस्य दीर्घत्वम्? उपधायां च इति सूत्रेण दीर्घं भवति. उपधायां च इति सूत्रेण एव. अत्र गुणस्य प्रसक्तिः अस्ति वा? नास्ति महोदय, यद्यपि मध्ये विकरणप्रत्ययः शप् अस्ति, गुणस्य प्रसक्तिः नास्ति. किमर्थं नास्ति? इकवर्णः एव गुणः भवति, अत्र अत्र अकारः कुत्र अस्ति? इदानीं तु शप्रत्ययः अकारः एव तिष्ठति, मूर्च्छ न अकार मुर्च् योगः आयोगः इदानीं किं भवति? मुर्च् योगः आयोगः इति अत्र उपधायां चेति सूत्रेण रेपस्य पूर्वं सुकर्णः दीर्घो भवति इदानीं वादिगणे तिप्रत्ययः प्रथमवर्षे एकवचन मेलनमस्ति अत्र सप् इति विघ्नप्रत्ययः अतः अनुबन्धलोपानन्तरम् अकारः एव तिष्ठति मूर्च् मूर्च् अति मूर्च्छति इति एव रूपं भवति महोदय मूर्च्छति तादृशमेव न तु मूर्च्छति अत्र चकारे चकारः नास्ति इति महोदयस्य कथनस्य आशयः अत्र छेच्छ इत्यस्य कार्यं न भवति अत्र अतः चकारे चकारः न भवति इति अस्तु इदानीं रामप्रिया भगिनी एकम् उदाहरणं वयं दृष्टवन्तः वर्गे तदस्ति मुर्च् योगः त प्रत्ययः ककारे तकारः मुर्च् योगः कृत यदा मुर्च् योगः त इत्युक्ते मुर्च् योगः त एव अवशिष्यते ककारस्य लोपानन्तरं मुर्च् योगः त तत्रापि चकार उपधायां रेपवर्णः अस्ति हल्परौ अस्ति उप दीर्घ क्षम्यताम् इक् वर्णः रेपात् पूर्वम् अस्ति इति स्थितौ उपधायां च इति सूत्रस्य प्रसक्तिः मूर्च् मूर्च् अत्र एकः विषयः अस्ति मूर्च् इति धातुः इडानुकूलधातुः आगच्छति मध्ये इडागमः इडागमः भवति अतः मूर्छितः इदानीं कथं वा मूर्छः इति एकवारं वदति अत्र अहम् इदानीम् अत्र दीर्घ ऊकारः अस्ति इति श्रुतवान् तस्मिन् विषये किञ्चित् वदति वा मूर्छि अत्र रेप उपधायां रेपः अस्ति हल् परौ अस्ति चकारः हल् वर्णः रेपात् पूर्वम् इक् वर्णः उकारः अस्ति तस्य दीर्घत्वम् उपधायाञ्च इति सूत्रेण भवति मूर्च् भवति मूर्च् योगः इड् आगमः इ योगः त मूर्च्छित मूर्च्छितः वा पुल्लिङ्गे मूर्च्छितः मूर्च्छितः इति एकः प्रश्नः अस्ति अत्र धातुः इडानुकूलधातुः अत्र प्रत्ययः अपि इडानुकूलः भवेत् किल इडागमानुस्य कारणस्य इडागमस्य इडागमः तदानीमेव भवति यदा धातुः अपि च प्रत्ययः द्वयमपि इदानुकूलः भवति चेदेव इदागमः भवति अत्र त इति इदानुकूलप्रत्ययः वा अनुकूलप्रत्ययः वा आम् इति चिन्तयामि कथं तद् ज्ञातुं शक्नुमः महोदय इदानुकूलप्रत्ययः वा इदानुकूलप्रत्ययः अत्र वयम् एकं सूत्रं दृष्टवन्तः लक्ष्मी भगिनी स्मरति वा आम् अहं यदा रामप्रिया भगिनी उक्तवती तदानीम् अहं धातुविज्ञानं पाठं झटिति पृष्टवती आर्धधातुकस्य इड् बलादेः इति सूत्रमस्ति सूत्रेण यदि यदि वल् प्रत्ययः वल्लादि वलादेः प्रत्ययः अत्र तकारः वल् प्रत्याहारे अस्ति इति कृत्वा अङ्गात् अनन्तरं वल् प्रत्ययः वल्लादि अस्ति चेत् अपि च तत् आदधातुकः दानः भवति अङ्गात् वलादेः आदधातुकस्य सम्यक् वा महोदय समीचीनमेव अत्र प्रत्ययः वलादिप्रत्ययः अस्ति, ककारस्य लोपानन्तरं त इति प्रत्ययः वलादिप्रत्ययः, अपि च आर्धधातुकप्रत्ययः. अतः धातोः अनन्तरम् आर्धधातुकवलादिप्रत्ययः अस्ति चेत् स च प्रत्ययः इदानुकूलप्रत्ययः भवति इति. परन्तु ता इति कृत् प्रत्ययः अपि किल, अपः अन्यत् सूत्रमस्ति अत्र, तस्य अनन्तरमेव नेड्वशीकृति इति, तदपि एकवारं स्मारयतु भगिनि. तत्र यदि नेड्वशीकृति इत्युक्ते तत्र यदि प्रत्यय आदौ वश् वर्णः अस्ति चेत् वश् इत्युक्ते हयवरट् अनन्तरं जपगडदश् तत्र तृतीयचतुर्थ पञ्चमवर्गीयवर्णाः तृतीयचतुर्थपञ्चमसदस्याः वर्गीयव्यञ्जनानां तृतीयचतुर्थपञ्चम सदस्याः यदि प्रत्यय आदौ अस्ति चेत् तदानीं परन्तु इदानीं ता इति अस्ति प्रत्ययः, अतः अतः इडागमः अनुकूलः इदानुकूलः प्रत्ययः अस्ति. अत्र धातुः इडानुकूलः, प्रत्ययः अपि इडानुकूलः, अतः यथा भगिनी उक्तवती तत् समीचीनम्. अतः इडागमः भवति उपधायाञ्च इत्यनेन, अत्र दीर्घ ऊकारः अनन्तरं वर्णमेलनं भूत्वा मूर्छित इति रूपं निष्पन्नं भवति. अत्र कोऽपि प्रश्नः अस्ति, अत्र मूर्छितौ तत्र किमर्थं राङ्गोपान कार्यं करोति तत्र? परन्तु मध्ये इडागमः अस्ति किल, इकारः हल् वर्ण इकारः झल् वर्णः नास्ति. ओ अस्तु अस्तु, इकारः झल् वर्णः नास्ति, अतः आगमः अत्र प्रत्ययस्य आगमः अस्ति किल, अतः तत् प्रथमं भवति एव. ओ अस्तु, तत् प्रथमं भवति. अस्तु अस्तु, अन्य कोऽपि आगतवान् वा महोदय? अस्तु अस्तु अस्तु, चिन्ता मास्तु. यदा वक्तुमिच्छ यदा वक्तुमिच्छति तदा सूचयतु महोदय. अस्तु अस्तु, इदानीं अस्तु अस्तु, इडागमः कथं भवति इति पुनः वदतु महोदय, क्षम्यतां महोदय, न अवगच्छामि. इदानीम् अहं रामप्रिया भगिनी वदति. आम्, अत्र अत्र यदा धातुः अनन्तरं प्रत्ययः अस्ति, धातुः अपि प्रत्ययः अपि इड् अनुकूलः अस्ति चेत् इडागमः भवति. प्रत्ययः इडनुकूलः इति कथं जानीमः चेत् आर्धधातुकस्य इट् वलादेः इति सूत्रमस्ति. यदा आर्धधातुकप्रत्ययः अस्ति अनन्तरं तत् वलादि वल् प्रत्याहारे अस्ति, वल् आदेः प्रत्याहारे अस्ति चेत् तत्र इट् आगमः भवति. अस्मिन् स्थितौ तकारः वल् प्रत्याहारे अस्ति, प्रत्ययः अतः इट् आगमः भवति. अपि च यदा धातु अनुकूलः इति धातुपाठे एव द्रष्टव्यं किल महोदय? धातुपाठे एव द्रष्टव्यम्. अत्र धातुपाठे अपि वयं दृष्ट्वा वक्तुं न शक्नुमः, किमर्थम् इत्युक्ते अत्र धातुपाठे अत्र उदात्तः अस्ति वा अनुनासिकस्वरः, अनुदात्तः अस्ति वा स्वरितः अस्ति वा इति वयं तत्र न दत्तमस्ति धातुपाठे. अतः रूपं दृष्ट्वा एव वयं वक्तुं शक्नुमः. प्रायः अत्र धातुः अपि इदानुकूलधातुः इति तावदेव. अत्र किं रूपम् अत्र धातुरूपमस्ति मूर्च्छ मूर्च्छा अस्ति धातुः, औपदेशिकधातुः मूर्च्छा अस्ति. अत्र आकारः यदस्ति अन्ते सः आकारः अनुनासिक आकारः अस्ति, परन्तु सः अनुनासिक आकारः उदात्तः वा स्वरितः वा इति वयं अपि च अत्र उदात्तः न भवति न उदात्तः वा स्वरितः वा इति वयं न ज्ञातुं शक्नुमः. प्रायः द्वयोः एकः अस्ति अत्र, अनुदात्तः वा न अनुदात्तः न उदात्तः वा स्वरितः वा अस्ति. तदानीमेव अत्र धातुः इडानुकूलः भवति. अत्र धातुः एकाच् धातुः अस्ति. किमर्थमित्युक्ते अनुबन्धलोपानन्तरम् अत्र मूर्च्छ अस्ति, मूर्च्छ इत्यस्मिन् एकः एव स्वरः अस्ति, अतः एकाच् अस्ति. अपि च अनुदात्तः नास्ति. तदानीमेव अत्र धातुः इदानुकूलः भवति. परन्तु अत्र रूपम् अत्र किमस्ति इत्युक्ते धातुपाठे अपि अत्र अनुनासिकस्वरः कीदृश अनुनासिकस्वरः इति वयं वक्तुं न शक्नुमः. रूपाणि दृष्ट्वा एव वयं वक्तुं शक्नुमः. धन्यवादः. धन्यवादः. अस्तु अस्तु, अग्रे गच्छामः. इदानीम् अत्र कोऽपि प्रश्नः अस्ति वा भगिनि? इदानीं अस्तु अस्तु, इदानीं किं कुर्मः? अत्र इदानीं मूमूर्च्छ अस्ति. मूमूर्च्छ रूपाणि एकवारं वयं द्रक्ष्यामः. रामप्रिया भगिनी, भवती आरम्भं करोति वा? लट्लकाररूपाणि. आम्, मोमूर्च् इत्युक्ते यङ्लुगन्तधातुः अस्ति. यङ्लुगन्तधातुः इदानीं तत्र लट्लकारे ति इति प्रत्ययः, प्रथमपुरुषे एकवचनं, तत्तु हलादि पित् प्रत्ययः अस्ति. मोमूर्च् योगः ति इति भवति. तकारः तु जल् प्रत्याहारे अस्ति. मोमूर्च् तत्र राल्लोपः इति सूत्रस्य प्रसक्तिः. चकार रेपचकारयोः संयोगः अस्ति इति कृत्वा तत्र रेप् चकारस्य लोपः भवति राल्लोपः इति सूत्रेण. मोमूर् योगः ति इति भवति. अनन्तरं ति तिप् अस्ति, अतः गुणस्य प्रसक्तिः. एकनिमिष भगिनि, अत्र राल्लोपः इत्यस्य कृते निमित्तानि कानि इति अपि पुनः एकवारं. आम्, जलीपरे रेपचकारयोः वा रेपवकारयोः वा धातोः अन्ते रेपचकारयोः रेपवकारयोः वा अस्ति चेत् हल् परे अस्ति चेत् चकारस्य लोपः भवति. चकारः वा वकारः वा अस्मिन् प्रसङ्गे चकारस्य लोपः भवति. अत्र हल्परेण झल्परेण झल्परे झल्परे. इदानीं मोमू अत्र अत्र प्रश्नः अन्यः प्रश्नः अन्यः प्रश्नः अपि अस्ति. अन्यत् सूत्रं किमपि कार्यं करोति वा अत्र? अत्र यदा रेपान्तवकारान्तधातुः नास्ति, हलीच इति सूत्रं न कार्यं करोति. किमर्थम् इत्युक्ते रेपान्तवकारान्तधातुः मोमूर्च् इति स्थौ नास्ति. उपधायां च इति सूत्रस्य प्रसक्ति एषां धातूनाम् उपधायां रेपवकारयोः हल्परौ अस्ति. अत्र उपधायां च इति सूत्रस्य तत् कार्यं अष्टम अध्याये अस्ति, प्रसक्तिः अस्ति, परन्तु एतद् राल्लोपः तु षष्टम अध्याये अस्ति. उपधायाञ्च इति अष्टम अध्याये द्वितीयपादे अस्ति, अतः तस्य शास्त्रसिद्धम् इति कारणात् तस्य कार्यं न भवति. पूर्वत्र पूर्वत्र असिद्धम् अत्र कार्यम् इति एव न, परन्तु सूत्रमेव न पश्यति, सूत्रमेव असिद्धं भवति भूत्वा. अतः महोदय उक्तवान् यद्यपि वयम् एतद् वदामः परन्तु अत्र असिद्धत्वात् सूत्रस्य प्रसक्तिः एव न भवति इति. परन्तु केवलम् अभ्यासार्थमेव वयं वदामः तत् सूत्रमपि अत्र कार्यं कर्तुं शक्नोति इति, परन्तु तादृशस्थितिः एव न भवति. किमर्थम् इत्युक्ते यथा भवती उक्तवती, शास्त्रासिद्धम् इति भूत्वा सूत्रस्य प्रसक्तिः एव नास्ति अत्र. परन्तु वयं केवलम् अभ्यासार्थं वदामः अत्र तत् सूत्रमपि अत्र कार्यं कर्तुं शक्नोति इति, परन्तु शास्त्रासिद्धत्वात् तस्य कार्यं न भवति इति, परन्तु प्रसक्तिः एव नास्ति इति. अपि च संयोगान्तस्य लोपः इत्यस्य अपि प्रसक्तिः अस्ति वा अत्र? संयोगान्तस्य लोपः इति पदान्ते तस्य कार्यं भवति. मोमूर्च् इति स्थितौ तत् पदान्ते रेपचकारयोः पदान्ते नास्ति, अपदान्ते एव, अतः तस्य प्रसक्तिः अपि नास्ति. अस्तु अस्तु अग्रे इदानीं मोमूर् योगः ति इति स्थितिः. तत्र उपधायां लघु इक् वर्णः अस्ति, अतः पुगन्तलघुपदस्य च इति सूत्रेण तस्य गुणः भवति. मोमूर् योगः ति, इदानीं वर्णमेलनं मोमूर्ति इति प्रथमपुरुष एकवचनं. यदा मोमुर् योगः ति अस्ति तदा अत्र हलीच इत्यस्य अपि प्रसक्तिः अस्ति वा? रेपान्तवकारान्तानां धातूनाम् उपधायां स्थितस्य इक्वर्णः दीर्घः भवति हलीपरे. तत्रापि यदा पुगन्तलघुपदस्य च हलीच इति द्वयोः प्रसक्तिः इति स्थितौ, तदपि हलीच अपि अष्टम अध्याये अस्ति, तदपि शास्त्रसिद्धं भवति किल महोदय? तावदेव तावदेव, केवलं चिन्तनार्थमेव. समीचीनं महोदय. अस्तु भगिनि, अग्रे गच्छामि इदानीं. करोतु भगिनि, अग्रिमम् अपि करोतु. मोमूर्च् योगः ईति इति, तदपि पित् अस्ति, परन्तु अजादि पित् अस्ति. अतः तत्र राल्लोपः इत्यस्य प्रसक्तिः नास्ति. किमर्थम् इत्युक्ते अच् वर्णः परे अस्ति, दल् नास्ति इति, राल्लोपः प्रसक्तिः नास्ति. अनन्तरं रेपचकारयोः रेपात् पूर्वम् इक् वर्णः अस्ति इति कृत्वा उपधायाञ्च इति सूत्रस्य प्रसक्तिः. उपधायाञ्च सूत्रस्य प्रसक्तिः भवति चेत् तत्र उकारस्य दीर्घत्वं भवति. मोमूर्चीति इति भवति. अग्रिममपि करोतु भगिनि. आम्, मोमूर्च् योगः तः, तः इति अपित् अस्ति, तद् तः इति जल् प्रत्याहारे अस्ति इति कृत्वा तत्र राल्लोपः इति सूत्रस्य प्रसक्तिः मोमुर् योगः तः. परन्तु अत्र गुणकार्यस्य प्रसक्तिः नास्ति अपित् इति कृत्वा, परन्तु रेपान्तधातुः अस्ति, उपधायाम् इक्वर्णः अस्ति, अतः हलीपरे अस्ति इति स्थितौ तत्र हलीच इति सूत्रेण दीर्घत्वं भवति उकारस्य, मोमूर्तः इति भवति. अग्रिममपि करोतु अति मोमूर्च्छयोगः अति अत्र अति इति अपित् प्रत्ययः अस्ति अत्र अकारः जल्प्रत्याहारे नास्ति इति कृत्वा तत्र राल्लोपः इत्यस्य प्रसक्तिः नास्ति उपधायाञ्च अत्रापि कार्यं करोति मोमूर्च्छति इति रूपं प्रथमपुरुष बहुवचनम् अस्तु भगिनि लक्ष्मी भगिनी मध्यमपुरुषरूपाणि करोति मोमूर्च्छयोगः सि तत्र सि पित्प्रत्यये अस्ति जलादि जल् सकारः जल् वर्णः हलादि सित् अतः मोमूर्च् राल्लोपः इति सूत्रस्य प्रसक्तिः अस्ति रेपान्तरं चकारः चकारः जल् परे अतः चकारस्य लोपो भवति मोमूर् योगः सि इदानीं पित् प्रत्ययः इति कृत्वा सुगन्धलघुपदस्य सूत्रं कार्यं करोति अतः गुणः भवति मोमोर् योगः सि मोमोर् योगः सि मोमोर् सि इति रूपं तत्र आदेशप्रत्ययोः इति कार्यं करोति इति मन्ये इन्कोः तत्र निमित्तम् इन्कोः अत्र तु रेपः अस्ति किं रेपः इन्को इन् प्रत्याहारे अस्ति खलु भगिनि ओ इन् रेपः इन् प्रत्याहारे अस्ति हयवरट् लण्ट् अस्तु आम् रेपः इन् प्रत्याहारे अस्ति अतः मोमोर् योगः सि मोमोषि सकारस्य स्थाने शकारः आदेशः भवति मोमोर् योगः षि मोमोषि इति रूपम् अनन्तरं ईषि ईषि इति तत्र इदानीं मोमुच् योगः ईषि यदा पूर्वं भगिनी उक्तवती एतत् अचीति प्रत्ययः अस्ति अतः अतः अत्र राल्लोपस्य राल्लोपः सूत्रस्य प्रसक्तिः नास्ति उपधायांश्च सूत्रं कार्यं करोति उपधायां रेपः अस्ति रेपात् परं चकारः रेपात् पूर्वम् इक्वर्णः इति कृत्वा इकारस्य दीर्घः भवति मोमूर्च् इति रूपम् इति अङ्गं मोमूर्च् योगः ईषि मोमूर्चीषि इति रूपम् अग्रे मोमूर्च् योगः मोमूर्च् योगः तः तत्र तकारः तकारः जल् वर्णः किन्तु अपित् वर्ण अपित् अस्ति प्रत्ययः अपित् अस्ति जल् जल् जल् जलालो प्रत्ययः अस्ति इति कृत्वा मोमूर्च् योगः स्थः तत्र पुनः राल्लोपः इति सूत्रस्य प्रसक्तिः मोमूर् चकार अतः चकारः लोपः जातः मोमुर् योगः तः इदानीं किन्तु पुगन्तलघुपदस्य कार्यं न करोति गुणः न भवति तः तः अपि प्रत्ययः अतः मोमुर् योगः तः मोमुर् योगः तः मोमुर् मोमुर्थः मोमुर्थः इति रूपम् अत्र अत्र उकारः ह्रस्व उकारः वा दीर्घ उकारः वा भगिनि अत्र अस्तु राल्लोपः इति सूत्रं राल्लोपः इति सूत्रं कार्यम् अकरोत् तदनन्तरं चकारः चकारः लोपः भवति अनन्तरं मोमूर् इति रूपम् अस्ति तत्र अस्तु तत्र रेपान्तपदमस्ति इदानीं रेपात् पूर्वम् इक्वर्णः अस्ति हलिच इति सूत्रस्य प्रसक्तिः अस्ति तत् ओ तदर्थं तत् इक्वर्णः दीर्घः भवति मोमू योगः तः मोमूर्थः समीचीनं समीचीनम् अत्र परन्तु मोमुर् यदा अस्ति तत्तु पदं नास्ति किल तत्तु पदं नास्ति अतः रोहो उपदाय रोहो न यत् सूत्रं भवती उक्तवती तत् साधु एव परन्तु अत्र केवलं पदं नास्ति, धातुः अस्ति इदानीं. धातुः अस्ति भूत्वा धातोः अन्ते रेपः उपधायां इक्वर्णः, अपि च रेपात् परे हलीच इत्यस्य प्रसक्तिः अतः अग्रे. अतः अस्य रूपं किं भगिनि, रूपं किं? मुमूर्थ, मुमूर्थ तदेव प्रक्रिया स्वीकृत्य मुमूर्थ इति रूपं, मुमूर्थ इति रूपम्. इदानीम् अत्र मणिमहोदय वक्तुं शक्नोति वा? हा करोमि महोदय. मुमूर्थयोः अण्णः अतः प्रालोप कार्यं करोति अत्र. रालोप इति चकारस्य अकारः लोपो भवति सूत्रेण. अत्र चकारः अस्ति अतः मुमूर्च् योः मि चकार रालोप इत्यनेन चकारलोपं भूत्वा मुमूर्मि इति पदं रूपं भवति अत्र. एकनिमिष अहं वदतु, अग्रे वदतु. मुमूर्मि इति अत्र पित्तस्य उपधायाम् इक्वर्णः गुणः भवति, मुमूर्मि इति रूपं भवति महोदय. अनन्तरं मुमूर्च् योगः इमि अत्र रालोपः न कार्यं करोति. इदानीं किमर्थं चेत् अत्र जलि नास्ति, अनुनासिकपि नास्ति, अतः अत्र उपधायांश इति सूत्रं कार्यं करोति. अतः रेपपूर्व अस्ति, इतः उकारः दीर्घः भवति. योग ईमि योगेन मुमूर्चीमि इति रूपं भवति महोदय. अनन्तरं द्विवचने अत्र हल् वर्णः अस्ति वः, अतः मुमुर् मुमूर्च् योः वः अत्र रालोप कार्यं करोति, अतः चकारस्य लोपं भूत्वा मुमुर् एकनिमिषः अत्र रालोपः कार्यं करोति वा? वकारः कीदृशवर्णः? वकारः हल् वर्णः एव, अतः हलि हलिच् जमितं जमितम् अत्र न भवति, जल् नास्ति, जल् नास्ति, क्षम्यतां महोदय, जल् नास्ति, रालोपः नास्ति. अतः उपधायां च इति सूत्रमेव कार्यं करोति. उपधायां स्थाने रेपः अस्ति, अतः उपधायां च इति सूत्रेण उकारः दीर्घः अस्ति, मुमूर्च्वः इति, मुमूर्च्वः इति रूपं भवति महोदय. तदेव मह इति बहुवचने. पुनः एकवारं चिन्तयतु, मह इति कीदृश प्रत्ययः अस्ति इदानीं, किं सूत्रं कार्यं? मह इति न जल् नास्ति, अतः रालोप न कार्यं करोति. परन्तु म इति अन्यत् अन्यत् किम् अस्ति अत्र? कार्यं करोति एव, क्षम्यतां, लोपो भवति. मुमुर्मः इति इदानीं हलिच न हलिच कार्यं करोति महोदय, अत्र जल् नास्ति, हल् वर्णः उकारः, अतः हलिच सूत्रं कार्यं करोति. मुमुर्मः इति उकारस्य दीर्घं भवति, मुमूर्मः इति रूपम् अन्तिमरूपं भवति. बहु समीचीनं महोदय, बहु समीचीनम्. इदानीमत्र रामप्रिया भगिनी लोट्लकाररूपेण वदति वा? लोट्लकारे मोमूर्च्योगः तु इति तकार तु इति पित् अस्ति, हलादि पित् अस्ति, अत्रापि राल्लोपः इति सूत्रस्य प्रसक्तिः अस्ति, अकारः लोपः भूत्वा मोमुर् योगः तु इदानीं तस्ति इति कृत्वा तत्र पुगन्तलघुपदस्य च इति सूत्रस्य प्रसक्तिः, मोमोर् योगः तु मोमोर्तु इति प्रथमपुरुष एकवचनम्, ई तु इति विकल्पेन रूपं, तदपि तत्र ई तु ई इति जल् प्रत्याहारे नास्ति इति कृत्वा तत्र राल्लोपः इत्यस्य प्रसक्तिः नास्ति. उपधायाञ्च इति सूत्रेण दीर्घत्वं उकारस्य दीर्घत्वं भूत्वा मोमूर्चीतु इति रूपं, तृतीयरूपम् अस्ति विकल्पेन तात् इति, मोमूर् योगः तात्, तात् तु अपित् अस्ति, तकारः जल् वर्ण जल् प्रत्याहारे अस्ति इति कृत्वा राल्लोपः इति सूत्रस्य प्रसक्तिः, मोमुर् योगः तात् चकारस्य लोपः भवति, मोमुर् योगः तात् अपित् अस्ति अतः गुणः न भवति. हलि च इति सूत्रेण मोमुर् मोमूर्तात् इति रूपं भवति. समानकार्यमेव द्विवचने मोमूर्ताम् अपित् क्षम्यताम् अतु इति बहुवचने तत्तु अपित् अस्ति, तत्र उपधायाञ्च इति सूत्रस्य प्रसक्तिः मोमूर्चतु इति. अस्तु भगिनि, लक्ष्मी भगिनी अग्रे करोति वा? मोमूर्च् योगः हि, तत्र तत्र हकारः हकारः जल् प्रत्याहारे नास्ति, हकारः जल् प्रत्याहारे नास्ति, अपि च हकारः जल् नास्ति भगिनि, हकारः जल् नास्ति वा? आमां, पुनः अन्तिमः हकारः जल् हयवरत् ऐ मीन् अन्तिमशशस्व पुनः हल् अस्ति, अतः हकारः जल् वर्णे अस्ति, अतः हूर्जल्भ्यो हेर्भिः सूत्र न हूदा तत्तु अत्र न कार्यं करोति, हकारः जल्वर्णः अस्ति, प्रथमं राल्लोपः कार्यं करोति, राल्लोपः सूत्रेण चकारः लोपः जातः, मोमूर्योगः हि अस्तु, मोमूर्योगः हि अत्र अतः हूजल्भ्यो हेदिः हेतिः सूत्रम् आगच्छति इति मन्ये. कुत्र कदा कदा आगच्छति? हकारः तत्र धकारः भवति, इत्युक्ते हूजल्भ्यः हूर्जल्भ्य जल्भ्यो हेतिः सूत्रं वदति यदि किन्तु अत्र तु रेपान्तः अस्ति, रेपः जल् वर्णः नास्ति. यदि धातु यदि धातु अङ्गं हकारान्तः वा नो चेत् जल् जल्वर्णः अन्ते जल्वर्णः अस्ति चेत् तदनन्तरं हि अस्ति चेत् हिकार हि हे हे धि धि भवति इति सूत्रं वदति. किन्तु अत्र मोमूर् इति स्थितौ अस्तु, अपि च एकनिमिषं सूत्रसङ्ख्या प्रष्टव्यं तत्र राल्लोकः इति सूत्रं षष्ठमध्याये चतुर्थपादे अस्ति, चतुर्थपादे, किन्तु हू जल्भ्यो हेतिः इति सूत्रम् अपि षष्ठमध्याये चतुर्थपादे अस्ति, सूत्रसङ्ख्या एकाधिक एकशतम्. अत्र तु राल्लोपः किन्तु भिन्नस्थलेषु ते कार्यं कुर्वन्ति, इत्युक्ते राल्लोपः राल्लोपः धातु चकारान्त धातु अङ्गे कार्यं करोति, धातु अङ्गे कार्यं करोति राल्लोपः, किन्तु हू जल् ड्यूर् हेड् सूत्रं प्रत्ययस्थाने कार्यं करोति. अतः किन्तु अत्र कूजद्वेदिः इदानीं यदि कथं राल्लोपः इति कुर्मः चेत् यदि राल्लोपः कथं कुर्मः चेत् तत्र रेपान्तदातुः भवति किल, तदानीं कूजद्वेदिः न कार्यं करोति. चिन्तनं किमस्ति इदानीम् अत्र? परन्तु यदि हुजल्भ्यो हेर्दिः इत्यस्य प्रसक्तिः प्रथमम् अस्ति वा न वा? यदा ममूर्च्छ योगः हि अस्ति तदानीम् अत्र हुजल्भ्यो हेर्दिः इत्यस्य प्रसक्तिः अस्ति वा? आम्, चकारः जल् वर्णः अस्ति अतः अतः हेर्दिः हुजल्भ्यो हेर्दिः कार्यं करोति. कार्यं करोति. इदानीम् अत्र राल्लोपः अपि च हू जल्भ्यो हेर्दिः सूत्रद्वयस्य प्रसक्तिः एकत्र अस्ति वा? एकत्र नास्ति. निमित्तानि तु समानानि किल भगिनि? अत्र निमित्तानि तु समानानि एव किल? अत्र चकारः निमित्तानि एकत्र अस्ति इत्युक्ते राल्लोपः राल्लोपस्य कृते उपदायां रेपः भवेत्, दात्वाङ्गे उपदायां रेपः भवेत्, अपि तु रेपात्परं हल् वर्णः स्यात्. किन्तु रेपः वा वकारः वा? आम् आम्, चकारः वा वकारः वा? चकारः वा वकारः वा? अनन्तरं हल् वर्णः जल् वर्णः अत्र अत्र चकारस्य लोपः भवति. हू जल्भ्यो हेर्दिः अत्र हि स्थाने धि आदेशः भवति, परन्तु अत्र चकारः अपि निमित्तमस्ति, हि अपि निमित्तमस्ति. राल्लोपः इत्यस्य कृते तु रेपः चकारः अपि च हकारः निमित्तानि. अतः सूत्रद्वयस्य प्रसक्तिः एकत्र अस्ति. इदानीं किं चिन्तनमस्ति इदानीम्? इदानीं हूर्जल्भ्यो हेर्दिः इति परसूत्रं परसूत्रमिति कृत्वा तत् कार्यं करोति. अतः तत् अतः हि प्रत्यय धी प्रत्यय धि इति हि प्रत्ययस्य धी परिवर्तनं भवति. परन्तु अत्र अत्र रामप्रिया भगिनी किं चिन्तयति भगिनि? एतद् राल्लोपः इति सूत्रस्य प्रसक्तिः यदा मोमूच्योगः हि इति स्थितौ अपि भवति, यदा हूजल्भ्यो हेर्दिः इति भवति चेदपि तस्य प्रसक्तिः भवति इति कृत्वा तत्तु नित्यसूत्रम् इति वक्तुं शक्नुमः. अतः नित्यसूत्रमेव बलवत् किल, अतः तस्य कार्यं प्रथमं भवति वा? यद्यपि हूजल्भ्यो हेर्दिः इति परसूत्रमस्ति, अत्र विप्रतिषेधे परं कार्यम् इत्यनेन प्रायः हूजल्भ्यो हेर्दिः इत्यस्य कार्यं भवति स्म. परन्तु अत्र यथा भवती उक्तवती, राल्लोपः इति तस्य प्रसक्तिः हूजल्भ्यो हेर्दिः इत्यस्य कार्यस्य अनन्तरमपि अस्ति, पूर्वमपि अस्ति. परन्तु हूजल्भ्यो हेर्दिः इत्यस्य कार्यं राल्लोपस्य कार्यस्य अनन्तरं न भवति, अतः राल्लोपः इति नित्यसूत्रमस्ति, पूर्वमपि अस्ति अनन्तरमपि अस्ति राल्लोपः इत्यस्य कार्यं. परन्तु हूजल्भ्यो हेर्दिः इत्यस्य कार्यं पूर्वमेव अस्ति इति भूत्वा यस्य कार्यं पूर्वमपि भवति अनन्तरमपि भवति तदेव नित्यसूत्रमस्ति किल. अतः नित्यसूत्रम् अत्र पूर्वपरनित्य अन्तरङ्ग अपवादक्रमः तादृशः अस्ति किल. उत्तर पूर्वपरनित्य अन्तरङ्ग अपवाद उत्तरोत्तर बलीयः उत्तरोत्तरं बलीयः इति सूत्रेण इति अत्र सूत्रं नास्ति, तत्तु परिभाषा अस्ति इति चिन्तयामि. तेन कारणेन अत्र नित्यसूत्रं बलवत् भवति. इदानीं लक्ष्मीभगिनी भवत्याः चिन्तनं समीचीनमेव, अत्र किञ्चित् इतोपि अधिकम् अस्ति अत्र तावदेव. इदानीम् अवगतं. प्रातः राल्लोकः प्रथमं कार्यं करोति बल चकारस्य चकारः लोपः जातः मोमूर्ति रूपम्. इदानीं यदि हूर्जल्यो हेटिः इदानीं कार्यं न करोति मोमूर् योगः हि मोमूर् योगः हि तत्र केवलं वर्णमेलनम् इदानीं चिन्तयतु. मोमुर् योगः हि यदा अस्ति तदा किं भवति इदानीं मोमुर् योगः ओ तत्र ओ न प्रत्यय आदौ हकारः अस्ति ओ रेपान्तधातुः इति कृत्वा हलिच इति सूत्रं कार्यं करोति. अतः मोमूर् इति दीर्घः भवति इक्वर्णः दीर्घः भवति मोमूर् इति रूपं मोमूर् योगः हि मोमूर् हि केवलं रूपाणि वदतु भगिनि इदानीम्. अस्तु अस्तु तात् इति अपित् प्रत्ययः यदि भगिनी पूर्वमेव उक्तवती इदानीं मोमूर् तात् इति रूपम् अनन्तरं तं मोमूर्तं मोमूर्त इति मध्यं पुरुषे अनन्तरं लोट्लकारे आनि आव आन सर्वे पित् प्रत्ययः किन्तु अजादिपित् इति कृत्वा राल्लोपः इति सूत्रस्य प्रसक्तिः नास्ति केवलं अतः उपदायां सूत्रस्य प्रसक्तिः उपदायांश इति सूत्रस्य प्रसक्तिः इकः इक्वर्णः दीर्घः भवति मोमूर्च योगः आदि मोमूर्च्छानि मोमूर्च्छाव मोमूर्च्छाम. बहु समीचीनं भगिनि. इदानीमत्र किञ्चित् समयः अस्ति चेत् समापयामः लङ्लकारः. समीचीनं वा? आं महोदय. अस्तु अस्तु. इदानीमत्र मणिमहोदय भवान् लङ्लकारः वदति वा? वदामि. अत्र तकारः अस्ति लङ्लकारे अत्र लिरुं लङ् लं लुरुं शु इति चित्रणाटालङ्कारि अतः अमोमूर्च् इति रूपं भवति. अत्र चकारः रेपचकार रालोपः इति कार्यं करोति अतः चकारस्य लोपं भूत्वा मोमुर् इति अमोमुर् किल अमोमूर्च् अत्र चकारः पित्तुम् अस्ति अतः उपदायं गुणः भूत्वा अमोमोर् इति अमोमोर् योः तः इति त इति रूपम् आगच्छति. अनन्तरं हल्याभियोगो दीर्घात् सुदिशकृतं हल् इत्यनेन तकारम् अपि लोपं भूत्वा अमोमोर् इति भवति महोदय. अनन्तरम् अन्तिमः रेपः अस्ति करवस्थाने विसर्जनीयोः इति सूत्रं कार्यं कृत्वा रेपस्य विसर्गं भवति, अतः अमोमोः इति रूपम् अन्तिमरूपं भवति महोदय. ईत् अस्ति अजादि पित् अमो मुर्च् योः ईत् अत्र उपदायां च रालोपो न कार्यं करोति, उपदायां च इति सूत्रं कार्यं कृत्वा उकारः दीर्घ भवति. अमोमूर्चीत् इति अन्तिमरूपं भवति महोदय. अनन्तरं तां जल् वर्णः अतः रालोपो कार्यं करोति, अमोमूर् अयोः ताम्. अनन्तरम् अत्र हलिचैरिसूत्रम् अपि कार्यं कर्तुम् आगते, यदि रेपः अन्तिमवर्णः अतः अमोमूर्ताम् इति रूपम् आगच्छति. अनन्तरम् उहु अमो उहु अत्र रालोप न कार्यं करोति, उदयाञ्च कार्यं करोति, अतः अमोमूर्चुः इति रूपम् आगच्छति महोदय. बहु समीचीनं महोदय. इदानीं रामप्रिया भगिनी मध्यमपुरुषरूपाणि. आम्, मध्यमपुरुषे सकारः पित् अस्ति, अमोमुच् योगः सकारः राल्लोपः इति कार्यं करोति, अमोमुर् योगः सकारः पुगन्तलघुपदस्य च इति सूत्रेण गुणः, अमोमोर् योगः सकारः हल्न्याभ्यो दीर्घाच्युतिस्य पृक्तं हल् इति सूत्रेण अपृक्तहल्वर् हल् वर्णस्य लोपः भवति, अमोमुर् इदानीं पदसंज्ञा प्राप्नोति, करवसानयोर्विसर्जनीयः इति सूत्रेण अमोमोः इति रूपं, विकल्पेन ईहि अमोमुच् योगः ईहि, इदानीं ईहि रालोपः तस्य कार्यं नास्ति, उपधायाञ्च इति सूत्रेण दीर्घः भवति वर्णस्य, अमोमूर्तिः इति रूपम्, अमोमुच् योगः तम्, तत्र तम् इति अपित् प्रत्ययः अस्ति, तत्र रालोपः तस्य कार्यम्, अमोमुर् योगः तम्, अत्र गुणकार्यस्य प्रसक्तिः नास्ति, हली च इति सूत्रेण दीर्घत्वं भवति, अमोमूर्तम् अमोमूर्त इति समानरूपम्. लक्ष्मी भगिनी. उत्तमपुरुषे अमोमूर्च् योगः आम्, अजादि प्रत्ययः राल्लोपः सूत्रस्य प्रसक्तिः नास्ति, किन्तु उपदायांश इति सूत्रेण उकारस्य दीर्घत्वम् अमोमूर्च्छम् इति रूपम्. अनन्तरं वकारः झल् प्रत्याहारे नास्ति, अतः राल्लोपः सूत्रस्य प्रसक्तिः नास्ति, उपदायांश इति सूत्रेण पुनः इक्वर्णस्य दीर्घः अमोमूर्च्छ योगः व अमोमूर्च्छ्व इति रूपम्. अनन्तरं मकारः अनुनासिकवर्णः अस्ति, अतः राल्लोपः इति सूत्रस्य प्रसक्तिः अस्ति इति कृत्वा चकारः लोपः भवति, अमोमूर् योगः व इदानीं किन्तु अपित् प्रत्ययः अतः तत्र गुणः न भवति, किन्तु इदानीम् अमोमूर् योगः म इति स्थितौ तत्र हलिचेति सूत्रेण उकारस्य दीर्घत्वम् अमोमूर् योगः म अमोमूर्म इति रूपम्. समीचीनं भगिनि. मणिमहोदय, अत्र विधिलिङ्ग् लकाररूपाणि प्रथमस्य व्याख्यानं कृत्वा अन्यानि उच्चारयतु महोदय. अत्र अमौ नास्ति मुमूर्च योः यात् अत्र यकारः जल् नास्ति अतः रालोप न कार्यं करोति महोदय. उपदायां च इति सूत्रेण उकारः दीर्घः भवति अतः अमोमूर्च् अमोमूर्च् इति युगम् अमोमूर्च्यात् अमोमूर्च्याताम् अमोमूर्च्युः इति आ नास्ति किल महोदय आ नास्ति किल अडागमः नास्ति अडागमः नास्ति सारि सारि क्षम्यतां महोदय मोमूर्च् मोमूर्च्युः तदेव मोमूर्च्याः मोमूर्च्यातं मोमूर्च्यात मोमूर्च्यां मोमूर्च्याव मोमूर्च्याम इति रूपम् आवश्यकं बहु समीचीनं महोदय. अत्र स्थगयामः अद्य. प्रश्नः अस्ति वा विरमामः वा महोदय? प्रत्ययः अनुकूल इदागमस्य अनुकूल दात् प्रत्ययः अस्ति तत् सूत्रं पुनः वदतु. सूत्रमेव सूत्रमस्ति आर्धधातुकस्येड्वलादेः आर्धधातुकस्येड् इट् वलादेः आर्धधातुकस्य इट् वलादेः तदेव अस्तु. अत्र धातुपाठः अत्र तृतीयभागे तृतीयकरपत्रं महोदय धातुविज्ञानम् इति अस्ति तस्मिन् करपत्रे अस्ति एतत् महोदय. धन्यवादः अस्तु. इदानीं विरमाम. धन्यवादः. शुभरात्रिः. शुभरात्रिः. नमस्कारः.